अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानामेकदन्तमुपास्महे श्रीदन्तमुपास्महे श्रीमहागणपतये नमः। कुरवे सर्वलोकानां भिषजे भवरोगिणां निदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। हरिः ओम्। नमस्कारः महोदय। नमस्कारः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः आसीत् तत्र हल्सन्धिः इति, किन्तु किञ्चित् समयः अतीतः इति कृत्वा तत्र पुनस्मरणम् अपि तत्र विषयस्य समाप्तिः एतत् सर्वम् इदानीं क्लिष्टकरम् इति कृत्वा तत्र नूतनविषयः भवेत्, तदनन्तरं पुनः आगत्य शीघ्ररीत्या तत्र हल्सन्धेः करपत्रस्य पठनस्य समाप्तिः भवेत् इति चिन्तनमस्ति। तर्हि इदानीं तत्र विसर्गसन्धिः इति, तर्हि तत्र गीताप्रवेशे तत्र पुटसङ्ख्या अस्ति 49। तर्हि तत्र आरम्भं कुर्मः। तर्हि तत्र उषा भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनी। हा अस्तु, तर्हि तत्र सुजाता भगिनी आरम्भं करोति वा? महोदय, एतानि गीतावाक्यानि सावधानं पठत, तदेव महोदय? तदेव तदेव भगिनी। हा समीचीनं। तद्वा 49, पेज् 49, विसर्गसन्धिः इति गीताप्रवेशे। हा 49, क्षम्यतां 47, दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते। स्थितप्रज्ञस्तदुच्यते मामकाः पाण्डवाच्च एवमुक्तो ऋषिकेशो गुडाकेशेन भारत अन्तवन्त इमे देहाः अनासिनो प्रमेयस्य। एतेषु स्थूलाक्षरैः मुद्रितानि पदानि परिशीलयत। स्थितधीर्मुनिर् उच्यते, स्थितधीः मुनिः उच्यते, स्थितधीः मुनिर्वुच्यते, विकारस्य विसर्गस्य लोपः भवति, रेपः आयाति। समीचीनं भगिनि। स्थितधी मुनिर्वुच्यते भवति, स्थितप्रज्ञस्तदा, स्थितप्रज्ञः तदा विसर्गस्य सकारः भवति, स्थितप्रज्ञस्तदा भवति। पाण्डवाः च विसर्गस्य सकारः भवति, तदनन्तरं चुत्वं भवति महोदय। पाण्डवाः एवमुक्तो ऋषिकेशः अपि भवति सुखानकं देनाचि एवमुक्तो ऋषिकेशः, एवमुक्तः ऋषिकेशः, विसर्गस्य ओकारः भवति, उत्सवं भवति। एवमुक्तो ऋषिकेशः भवति. अन्तवन्त इमे अन्तवन्तः इमे स्वरः अस्ति विसर्गानन्तरं विसर्गस्य लोपः भवति. अन्तवन्त इमे भवति. अनासिनो प्रमेयस्य अनासिनः अप्रमेयस्य अकारस्य लोपः भवति. विसर्गानन्तरम् अकारः अस्ति. अकारस्य स्थाने अकारस्य स्थाने लोपः न भवति. न उत्वं भूत्वा विकार विसर्गस्य उत्वं भूत्वा तदनन्तरम् अकारस्य लोपः भवति. अकारस्य स्थाने संज्ञा अस्ति. न भगिनि, उकार विसर्गस्य स्थाने उकार आयाति. उकार परे अकार अस्ति. अकारस्य स्थाने अकारस्य संज्ञा अस्ति न विस्मृतवती भगिनी. तत्र नाम किं तत्र गुणः भवति भगिनि. गुणः भवति न उकार गुणः भवति. अकार उकारयोः गुणः पूर्वपरयोः एकादेशः भवति. तत्र अकारस्य अस्तु स्थाने अवग्रहचिह्नम् एतानि विसर्गसन्धेः उदाहरणानि. अधुना वयं विसर्गसन्धेः परिज्ञानं प्राप्नुवामः. न तत्र प्रिण्टिङ्ग् मिस्टेक् इति मन्ये. प्राप्नुवामः भवति न प्राप्नुवामः इति भवेत्. प्राप्नुवामः अतः तत्र इदानीं विषयः अस्ति तत्र विसर्गसन्धिः इति. तर्हि विसर्गसन्धिः तत्र विसर्गः प्रथमतया आगच्छति, तदनन्तरम् अन्यत् किमपि भवेत् तदा किं किं कानि कानि कार्याणि भवन्ति इति अग्रे द्रक्ष्यामः. इदानीं तत्र कथा अस्ति, कथां पठामः. तदनन्तरं कथायां तत्र उदाहरणानि, विसर्गसन्धेः उदाहरणानि सन्ति. तदनन्तरं तत्र विसर्गसन्धेः तत्र विश्लेषणं सर्वम् अग्रे अस्ति. तर्हि इदानीं समीचीनं भगिनि. धन्यवादः महोदय. धन्यवादः भगिनि. तर्हि पठामि वा अग्रे अन्य कोऽपि पठेत्? तर्हि धन्यवादः. धन्यवादः भगिनि. अस्तु, इदानीं तत्र शोभा भगिनी अग्रे पठति वा? आं महोदय. इदानीं तत्र एतेषु स्थूलाक्षर द्वितीयः परिच्छेदः खलु? क्षमतां महोदय, तत्र धातुं पश्यन्ती आसम्. एतं प्रसङ्गं सावधानं पठत अलबर्ट अयीन स्टयीन महोदयः. तथा एव दत्तमस्ति खलु महोदय संस्कृते, अतः पठितवती. आल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति किञ्चित् सिद्धान्तं प्रतिष्ठापितवान्. एतस्य सिद्धान्तस्य अवगमने भौतिकशास्त्रस्य ज्ञानम् अत्यन्तम् आवश्यकं भवति. वस्तुतः भौतिकशास्त्रज्ञानमपि एषः सिद्धान्तः दुरवगम एव अस्तु. तत्र दुरवगम एव इत्यत्र दुरवगमः योगः एव इति भवति. ऐन्स्टैनः एतं सिद्धान्तम् आविष्कृत्य कांश्चित् भौतिकशास्त्रज्ञान् कांश्चित् वा कांश्चित् भौतिकशास्त्रज्ञान् सविस्तरं बोधितवान्, परन्तु तैः सह सिद्धान्तः न अवगत एव. तत्र अवगतः योगः एव, तत्र विसर्गस्य लोपः दृश्यते. एवं चेत् एतं सिद्धान्तं कथम् अवगमयानि इति सः नितरां चिन्तितोऽभवत्. क्षमतां, चिन्तितः योगः अभवत्, चिन्तितोऽभवत् इति भवति. कदाचित् तस्य मनसि विशिष्टं किमपि उदाहरणं स्फुरितं. सः चिन्तितवान् यत् यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति. अग्रे अपि पठनीयं वा महोदय? अग्रे अन्यतोपि पठितवती. समीचीनं, एतावत्. तर्हि तत्र आल्बर्ट् ऐन्स्टैन् महोदयस्य तत्र सिद्धान्तः अस्तु. समीचीनं महोदय, तत्र प्राप्नवाम इति सम्यक् समीचीनमेव अस्ति महोदय इति वा भगिनि? अस्तु अस्तु, धन्यवादः. तत्र लोट् लकारे नु इति उत्तमपुरुषे न आगच्छति. तत्र उत्तमपुरुषे एकवचने, द्विवचने, बहुवचने आप्न इति एव भवति. तत्र आप्नवानि, आप्नवाव, आप्नवाम इति अस्ति. अतिष्णुधातु ब्रुवामि वोरियङ्गु वङ्गौ महोदय. सो उकारस्य स्थाने उव इति आदेशः. आप्नु, सो आप्नवाम एव. आम्, अस्तु भगिनि, धन्यवादः. एतद् न ज्ञातवान्. तत्र एचो यवायावः भगिनि, नु इत्यस्य नो भवति. आम्, तदनन्तरं एचो यवायावः. आप् योगः नौ भवति, तदनन्तरं पित् पित् प्रत्यय आनीयाव. आम खलु, लोट् लकार आप्नवाम. आम्, मिप् मिप् या सो मिप् एव. नो, लोट् लकार इट् इस् पित् प्रत्यय खलु. ओ सो गुणा भवति. आम् आम् आम्, ओके, नाट् अतिष्णुधातु ब्रुवम्. अस्तु, क्षम्यतां भगिनि, क्षम्यतां महोदय. समीचीनं, तर्हि कुत्र पठति भगिनि, कुत्र अस्ति तत्र पूर्वम्? अधुना वयं विसर्गसन्देहे परिज्ञानं प्राप्नवाम इति अस्ति खलु उपरि. कुत्र अस्ति? यत्र अहम् इदानीं पठितवती तस्मात् उपरि. मेधा भगिनी, भवती एव उक्तवती. शिता किट् वास् प्रिण्टिङ्ग् मिस्टेक् रैट्? आप्नवाम. आम्, आप्नवाम इति एव भवति तत्र. आम्, ओ अच्छा, आप्नुवाम न आप्नवाम. अच्छा, गुणानन्तरम् एचोयवायावः. अस्तु, अस्तु, धन्यवादः. समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीम् अग्रे तर्हि तत्र उषा भगिनी अग्रे. ओ अस्तु महोदय. ततः सः किञ्चित् छात्रगणम् आहूय तत् पुरतः घण्टात्रयं व्याख्यानम् अकरोत्. ओ घण्टात्रयम्, ओके. अन्ते च पृष्टवान्, इदानीं भवद्भिः एषः सिद्धान्तः अवगतः खलु इति. कश्चित् छात्रः किञ्चित् धैर्येण उक्तवान्, भो महोदय, भवान् सम्यक् एव बोधितवान्, तथापि यदि भवान् इतोपि किञ्चित् सरलीकृत्य बोधयेत् तर्हि अवश्यं वयम् अवगन्तुं शक्नुयाम इति. तदा ऐन्स्टैनः अवदत्, यदि अहम् इतोपि सरलीकरोमि तर्हि मम सिद्धान्तस्य का गतिः भवेत्? एतत् विषये स्पष्टप्रतिपत्तये काञ्चित् कथां श्रावयामि, शृणुत इति. ततः ऐन्स्टैनः उवाच उवाच अस्तु शास्त्ररीत्या उक्तम् उवाच इति अस्तु समीचीनं भगिनि धन्यवादः तर्हि अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा कश्चन अन्धः मार्गे केनचित् पङ्गुना मिलितः परस्परं परिचयः यदा जातस्तदा जातः योग तदा अन्धपङ्गुम् अन्धः योगपङ्गुम् अवदत् अहं भवन्तं मम स्कन्धेन वहामि अहं भवतः पादयोः कार्यं निर्वहामि भवान् मम नेत्रयोः कार्यं करोतु इति पङ्गुः अङ्गीकृतवान् तौ सानन्दम् अटीतवन्तौ मार्गे पङ्गुः किञ्चित् उपहारगृहं दृष्टवान् तदा तयोर्मध्ये तयोः योगमध्ये एष संवादः एषः योगसंवादः प्रवृत्तः अग्रे पठामि वा हा तर्हि तत्र इदानीं भवती पठतु तत्र भवती एकं स्वीकरोतु तत्र वेदा भगिनी अन्यत् स्वीकुर्यात् तर्हि तत्र भवती पङ्गुः भवति वा वेदा भगिनी अन्धः इति भो मित्र अत्र उपहारगृहम् अस्ति गत्वा दुग्धं पिबाव साधु किन्तु ममायं प्रश्नः अस्ति किं नाम दुग्धम् दुग्धं नाम श्वेतवर्णं किञ्चन पेयम् किञ्चन पेयम् अहं जलं पिबामि अतः पेयम् इत्युक्ते किमिति जानामि परन्तु श्वेतवर्णम् इत्युक्तं तत् किम् यत् हंसपिच्छस्य सदृशम् मम शिरस्त्राणे पिच्छानि सन्ति तत् स्पर्शेन अहं जानामि यत् पिच्छं नाम किम् इति तदस्तु हंस इत्युक्तं तत् किम् हंसः नाम कश्चन कः योगचन पक्षी यस्य ग्रीवा वक्रा वर्तते प्रातःकाले अहं पक्षिणां कूजनं शृणोमि ग्रीवा तु ममापि अस्ति तत्र किं नाम वक्रत्वम् अग्रे वेदा भगिनी पठति वा अग्रे अहमेव पठामि वा तत् तदा अस्तु अस्तु अस्तु तदा पङ्कुः किञ्चित् विचारं कृत्वा अन्धस्य हस्तं गृहीत्वा तं वक्रीकृत्य तस्यैव द्वितीयेन हस्तेन वक्रहस्तं स्पर्शयन् अवोचत् एतदस्ति वक्रत्वम् इति तदा अन्ध आनन्देन अन्धः प्लस् आनन्देन वक्रहस्तं स्पृशन् उक्तवान् इदानीम् अहं जानामि दुग्धं नाम एतादृशम् इति कथायाः तात्पर्यम् एतत् अस्ति यत् अन्धम् उद्दिश्य श्वेतवर्णः ज्ञापयितुं न शक्यः अतः तादृशः प्रयत्नः न करणीयः इति तत् साधु खलु इदम् उच्यते भगवद्गीतायां श्रीकृष्णेन न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनां जोषये सर्वकर्माणि विद्वान् युक्तसमाचरन् एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि विसर्गसन्धियुक्तानि पदानि सन्ति आवरणे सन्धिविभागः अपि दर्शितः अस्ति समीचीनं भगिनि धन्यवादः अस्तु तर्हि तत्र क्लिष्टविचारस्य तत्र विवरणं कथं भवति इति इति अस्ति मूलविषयः अस्तु तर्हि इदानीं तत्र पङ्क्तिशः पश्यामः अपि तत्र उदाहरणानि विसर्गसन्देहे उदाहरणानि अपि तत्र ज्ञास्यामः तर्हि इदानीं तत्र आरम्भतः तर्हि तत्र तर्हि प्रथमपरिच्छेदः भगिनी पठितवती तर्हि किञ्चित् तत्र क्रमः भिन्नः भवेत् तर्हि तत्र उषा भगिनी तत्र भवती आरम्भं करोति वा महोदय महोदय अत्र दुरवगम् एव इति सन्धिः अस्ति तत्रापि दुः योग अवगम इति अस्ति वा दुर् समीचीनं हा हा हा तादृशम् अत्र तत्रापि भवेत् भगिनि हा नाम तत्रापि विसर्गसन्धिः तादृशं कार्यं भवेत् इति खलु भवेत् भगिनि समीचीनप्रश्नः हा हा भवेत् इति मन्ये भगिनि हा तर्हि एतं प्रसङ्गं तत्र खलु आल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति किञ्चित् सिद्धान्तं प्रतिष्ठापितवान् रिलेटिविटि थियरि इति सिद्धान्तं स्थापितवान् ऐन्स्टैन् आल्बर्ट् ऐन्स्टैन् एतस्य सिद्धान्तस्य अवगमने भौतिकशास्त्रस्य ज्ञानम् अत्यन्तम् आवश्यकं भवति रिलेटिविटि थियरि सिद्धान्तस्य अवगमने भौतिकशास्त्रस्य ज्ञानम् अत्यन्तम् आवश्यकम् अस्ति भौतिकशास्त्रं नाम तत्र फिसिक्स् तस्य आवश्यकता अस्ति अस्ति भौतिकशास्त्रस्य ज्ञानं विना तत्र सिद्धान्तं तस्य अवगमनं अथवा तत् सिद्धान्तम् अवगन्तुं न शक्नुमः वस्तुतः भौतिकशास्त्रज्ञानम् अपि एषः सिद्धान्तः दुरवगमः एव भौतिकशास्त्रज्ञानं चेदपि ज्ञानामपि एषः सिद्धान्तः ज्ञानामपि भौतिकशास्त्रज्ञानं यः कृते अस्ति सर्वे अपि भौतिकशास्त्रज्ञानं ये भौतिकशास्त्रज्ञानी अस्ति सः अपि सिद्धान्तः अवगमनम् अस्ति इति न वक्तुं शक्नुमः तस्य कृते अपि तत्र क्लिष्ट तत्र क्लेशः अस्ति प्रश्नः अस्ति भगिनि भौतिकशास्त्रज्ञानां तत्र भौतिकशास्त्रज्ञः शास्त्रज्ञः इति तस्य षष्टिः बहुवचनं भौतिकशास्त्रज्ञः तेषां तेषाम् अपि एषः सिद्धान्तः दुरवगमः एव ऐन्स्टैनः एतं सिद्धान्तम् आविष्कृत्य कांश्चित् भौतिकशास्त्रज्ञान् सविस्तरं बोधितवान् ऐन्स्टैन् एतत् सिद्धान्तम् आविष्कृत्य इण्ट्रड्यूसिङ्ग् महोदय सिद्धान्तः एव विषयः इति चिन्तनं सिद्धान्तस्य विषये भौतिकशास्त्रज्ञान् द्वितीयविभक्ति बहुवचनं भौतिकशास्त्रज्ञान् सविस्तारं बोधितवान् दोस् पीपल् सविस्तारं बोधितवान् आविष्कृत्य इति नाम तत्र तेषां तत्र परिचयं अस्मिन् विषये परिचयं कृत्य अनन्तरं बोधितवान् अपि विस्तारं बोधितवान् अपि इति सविस्तरं बोधितवान् सविस्तरं बोधितवान् परन्तु तैः सः सिद्धान्तः न अवगतः एव ओके सा भौतिकशास्त्रज्ञा ज्ञानां सः सिद्धान्तः न अवगतः एव बोधितं अनन्तरमपि तैः भौतिकशास्त्रज्ञैः भौतिकशास्त्रज्ञैः सः सिद्धान्तः न अवगतः एव एवं चेत् एतत् सिद्धान्तं कथम् अवगमयानि इति सः नितरां चिन्तितः चिन्तितः अभवत् भौतिकविज्ञानैः विज्ञानैः न अवगतः इत्यनेन ऐन्स्टैन् महोदयः चिन्तितवान् भौतिकविज्ञान विज्ञानैः अपि न अवगतं चेत् कथम् अन्यकृते अवगमयानि अवगमयामि उत्तमं निच्छपि अस्ति लोटस् निच्छपि अस्ति खलु अवगमयानि अपि लो तर्हि तत्र यदि तत्र भौतिकशास्त्रज्ञैः अपि कष्टकरमस्ति चेत् तर्हि तत्र अन्येषां तत्र स्थितिः का तत्र कथम् अवगमनं भवेत् इति सः चिन्तयति नितरां चिन्तनं चिन्तितः अभवत् कदाचित् तस्य मनसि विशिष्टं किमपि उदाहरणं स्फुरितम् एकदा तस्य मनसि ऐन्स्टैन् मनसि ऐन्स्टीनः हौ शुड् ऐ से ऐन्स्टीनः मनसि विशिष्टम् उदाहरणं स्फुरितमासीत् ओके विशिष्टं तत्र एकम् उत्तमम् उदाहरणं तस्य मनसि आगतं तर्हि तत्र स्फुरितं तर्हि तत्र सः चिन्तितवान् यत् यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति यदि एतेन उदाहरणेन स्फुरितम् उदाहरणेन अहं पाठयामि चेत् तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः विदिलिङ्ग् ज्ञात्यातां युः ओम् प्रथमपुरुष बहुवचनं तं सिद्धान्तं ज्ञातुं शक्नुयुः नूनं सर्वे नूनं निश्चयेन ओ अस्तु निश्चयेन सर्वे छात्राः अथवा सर्वे जनाः तं सिद्धान्तं ज्ञातुं शक्नुयुः इति सः चिन्तितवान् नाम तत्र यदि उदाहरणेन सः वदामि तर्हि तत्र प्रयत्नः सफलः भवति तत्र सिद्धान्तस्य ज्ञानम् उदेति सर्वेषु जनेषु मनसि तत्र सर्वेषां जनानां मनसि तत्र सिद्धान्तस्य अवगमनं भवति अस्तु समीचीनं भगिनि हा अस्तु अग्रे इदानीं तत्र शोभ भगिनि अग्रे पठतु महोदय किन्तु महोदय तत्र उदाहरणार्थे यत् अग्रे न किञ्चित् वक्तुम् इच्छामि महोदय तत्र वदतु उदाहरणेन यत् उक्तं तेन महोदय तत्र तु भवन्तः न अवगच्छन्ति एव इति भवति सत्यं सत्यं तत्र अवगन्तुमेव न शक्नुवन्ति इति सत्यं भगिनि हा तत्र सः कथं चिन्तितवान् निश्चयेन अवगमनं भवति इति खलु खलु सत्यम् अस्तु भगिनि ततः सः कञ्चित् छात्रगणम् आहूय तत्पुरतः घण्टात्रयं व्याख्यानम् अकरोत् अस्तु अस्तु अस्तु तर्हि तत्र ता, एकक्षणं महोदय, पूर्वं किं चिन्तितवान् तत्र यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति. ततः सः कञ्चित् अस्तु, तस्य उदाहरणं ततः एव आरभते. कञ्चित् छात्रगणम् आहूय तत्पुरतः इति अस्तु, कम् इति अस्ति अतः वा, तत्पुरतः इति अस्ति खलु मत छात्रगणं, ततः तत्पुरतः नाम छात्रगणं पुरतः, तत्पुरतः इति तस्य कृते. तत्पुरतः घण्टात्रयं व्याख्यानम् अकरोत्, अन्ते च पृष्टवान् इदानीं भवद्भिरेषः, भवद्भिः योगः एषः सिद्धान्तः अवगतः खलु इति. कश्चित् छात्रः किञ्चित् धैर्येण उक्तवान् भो महोदय, भोः योगः महोदय तत्र पुनः, भवान् सम्यगेव बोधितवान्, तथापि यदि भवान् इतोपि इतः अपि किञ्चित् सरलीकृत्य बोधयेत् तर्हि अवश्यं वयम् अवगन्तुं शक्नुयाम इति. अस्तु, तत्र एकवारं वदनीयम् आसीत्, पूर्णतया पठित्वा एव वदामि महोदय, तत्र इदानीं पठितवती एव. अस्तु, शक्नुयाम इति. तदा ऐन्स्टैनः अवदत्, यदि अहम् इतोपि सरलीकरोमि तर्हि मम सिद्धान्तस्य का गतिर्भवेत्, गतिः भवेत्? एतद्विषये स्पष्टप्रतिपत्तये काञ्चित् कथां श्रावयामि शृणुता इति. ततः सः कञ्चित् छात्रगणम् आहूय तत्पुरतः, तर्हि सः कानि किं तत्र कानि कश्चित् केचित् छात्रान् छात्रान् आहूतवान्, अपि च तेषां पुरतः घण्टात्रयं स्वीकृत्य व्याख्यानं कृतवान्, अपि च अन्ते पृष्टवान् इदानीं भवन्तः सर्वे अवगन्तवन्तः किम् इति. यत् सिद्धान्तं मया बोधितं अवगतमेव खलु इति. तर्हि तत्र ते सर्वे भीताः अभवन्, किन्तु तेषु एकः किञ्चित् धैर्यं प्राप्य उक्तवान्, तम् उक्तवान् यत् सम्यक् एव आसीत् बोधनं, किन्तु तथापि किञ्चित् सरलीकृत्य किञ्चित् सरलतया बोधयति चेत् तर्हि अवश्यं ते सर्वे अवगन्तुं शक्नुवन्ति इति उक्तवान्. तत् श्रुत्वा ऐन्स्टैनः अवदत् यत् एतद्विषये सः इतोपि सरलतया वदति चेत् तर्हि तत्र तस्य सिद्धान्तः एव सिद्धान्तस्य किं तत्र लक्ष्यमेव अपगच्छति इति. तस्य सिद्धान्तस्य यत् लक्ष्यम् अस्ति तत्तु इतोपि सरलीकर्तुं न शक्यते एव इति उक्तवान्. अपि च तर्हि किं करणीयम् इति इदानीम् इति चिन्तयित्वा सः निर्धारितवान् काञ्चित् कथां श्रावयामि एतेषां कृते इति. अपि च शृणुता इति आरब्धवान्. ततः ऐन्स्टैन उवाच इति भवति, ऐन्स्टैनः योगः उवाच इति. तर्हि तत्र तत्र एकं तत्र स्पष्टप्रतिपत्तये इति एतद्विषये स्पष्टप्रतिपत्तये तत्र स्पष्ट प्रतिपत्तये तत्र चतुर्थी अस्ति महोदय. पत्तिः हरिवत् भवति अत्र. प्रतिपत्तिः इति पद् इति धातुः इति मन्ये, प्रति इति उपसर्गः, अपि च तेन स्पष्टप्रति प्रतिपादनम् इति वदामः वाग्र्ताविव सम्पृक्तं वाग्र्तं तदेव तदेव मनसि आगच्छति किं वागर्ताविव सम्पृक्तौ वागर्तप्रतिपत्तये जगदपितरौ वन्दे पार्वतीपरमेश्वरौ वागर्तप्रतिपत्तये वाग् अपि अर्थः अर्थः ओ वागर्तप्रतिपत्तये प्रतिपादनाय इति भवति वा फ्रम् मै अण्डर्स्टाण्डिङ्ग् आफ् वागर्त वाक् अपि वागर्तप्रतिपत्तये वाक् इति एकः अंशः अर्थः इति अन्यः अंशः अतः यत्र यत्र प्रतिपत्ते इति पठामि तत्र एषः श्लोकः एव मनसि आगच्छति प्रतिपत्तये इति जगदपितरौ अस्तु समीचीनं अस्तु इदानीम् अग्रे तर्हि तत्र हा इदानीं तत्र वेदा भगिनी अग्रे किञ्चित् वदति वा अग्रे आं महोदय कश्चन अन्धः मार्गे केनचित् पङ्गुना मिलितः कश्चन अन्धः मार्गे केनचित् पङ्गुना मिलितः मिलितवान् अन्धः पङ्गुना इत्युक्ते पङ्गुना मध्ये दोस् मने वडिसे पादेन लेम पादेन कञ्चः लेम बट लेम लेम सक्रेट हाउ डू यू से दैट यू डोंट डो दैट पर्सन हु डस नॉट हैव लेग्स अस्वस्थता ये पाद विहितः इति भवति वा पाद विहितः वा पाद विहितः पङ्गुना अन्धः मार्गे एकः पङ्गुना मिलितवान् परस्परं परिचयं कृतवान् यदा जातः तदा अन्धपङ्कुम् अवदत् पङ्गुम् अवदत् यदा जातस्तदा अच्छा परस्परं परिचय यदा जातस्तदा अच्छा परस्परं परिचयं भूत्वा अन्धः पङ्गुम् उद्दिश्य वदति अहं भवन्तं मम स्कन्देन वहामि अन्धः वदति अहं भवन्तम् इत्युक्ते पङ्गुं न किमर्थं मकार तत्र आयाति द्वितीय गुरुशब्दस्य विभक्ति विभक्तयः पङ्गु पङ्गु उकारस्य पङ्गुं अहं पङ्गुं मम स्कन्देन भवन्तम् अच्छा अहं भवन्तं मम स्कन्देन वहामि अहं भवन्तं मम स्कन्दे स्थापयामि अपि च भवतः पादयोः कार्यं निर्वहामि भवतः पादयोः कार्यं निर्वहणं करोतु निर्वहणं करोतु अहं करोमि आम् आम् अहं करोमि अन्धः पादयोः कार्यम् अहं करोमि नाम अहं करोमि चलामि अहम् एव चलामि भवान् मम नेत्रयोः कार्यं करोति इति अन्धस्य नेत्रः नास्ति नेत्रौ अन्धः अन्धस्य नेत्रौ नेत्रं नपुंसकलिङ्गे ओके नेत्रे कार्यं करोतु इति अन्धः किं वदति पङ्गुमुद्दिश्य वदति भवान् नेत्रस्य कार्यं अथवा नेत्रयोः कार्यं करोतु अङ्गीकृतवान् इत्युक्ते पङ्गुः समीचीनम् इति उक्तवान् तौ सानन्दम् अटितवन्तौ तौ अङ्गुः अपि च अन्धः अपि च पङ्गुम् आनन्देन किं वदामि अटितवन्तौ इत्युक्ते गतवन्तौ अटितवन्तौ इत्युक्ते तत्र गतवन्तौ इत्युक्ते कुत्र गतवन्तौ इति प्रश्नः इतः ततः गतवन्तौ अटितवन्तौ समीचीनं मार्गे पङ्कुः किञ्चित् उपाहारगृहं दृष्टवान् पङ्गुः मार्गे एक किञ्चित् उपाहारगृहम् इत्युक्ते रेस्टोरेण्ट् किम् अन्य अन्नभोजनालयः उपाहारगृहं तदेव तदेव तत्र यत्र भोजनं लभ्यते लभ्यते तद् दृष्टवान् तदा तयोः मध्ये एषः संवादः प्रवृत्तः तद् दृष्ट्वा ते तद् तयोः मध्ये एषः वार्तालापः प्रवृत्तः इत्युक्ते वर्तते अभवत् प्रवृत्तः अभवत् वार्तालापः अभवत् इति अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः महोदय इदानीम् अग्रे तत्र निवेदित भगिनी अग्रे इदानीं विवरणं करोति वा पङ्गुः भो मित्र अत्र उपहारगृहम् अस्ति गत्वा दुग्धं पिबाव भो मित्र सम्बोधनमस्ति गत्वा त्वान्तं त्वान्त अव्ययमस्ति हे मित्र अत्र भोजनालयम् अस्ति आवां तत्र गच्छाव दुग्धं पिबाव पिबाव इति दकारः कः पिबाव इति लकारः पिबाव गच्छाव नाम विधिलिङ्ग् लकार अस्ति वा न न लोट् लोट् आज्ञार्थमस्ति आज्ञार्थ लोट् अस्ति लोट् अस्ति अन्धः साधु किन्तु मम अयं प्रश्नः अस्ति अत्र सन्धिः अस्ति मम अयं प्रश्नः अस्ति किं नाम दुग्धम् अन्धः पूर्वं दुग्धं न पश्यति तस्य दुग्धं नाम किम् इति न जानाति अतः सः प्रश्नं पृच्छति दुग्ध नाम किम् दुग्धं नाम श्वेतवर्णं किञ्चन पेयम् पङ्गुः स्पष्टीकरणं ददाति दुग्धं नाम किमपि श्वेतवर्णवर्णं पेयम् अस्ति तत्र पेयं नाम पेयं पा धातोः रूपमस्ति किन्तु पेयं तत्र यत् करणीयं तदस्ति कार्यं यत् करणीयं तदस्ति कार्यं यत् तत्र पीतव्यं तदस्ति पेयं पेयं यत् करणीयं तदस्ति कार्यं तत्र प्रत्ययस्य नाम न जानामि तत्र प्रत्ययः कः अस्तु तत्र अन्यत् अन्यानि उदाहरणानि स्मरन्ति वा खलु तत्र कार्यम् अपि यत् यत् यत् वदनीयं तदस्ति वाक्यं अत्र गेयमपि अस्ति वा गीतमस्ति गेयं गेयं ध्येयं ध्येयं ध्येयं तत्सर्वं गेयं तत्सर्वं तत्सर्वं तादृशम् अतः पेयम् इति प्रसिद्धरूपमस्ति अन्धः अहं जलं पिबामि किन्तु अन्धः केवलं जलं पातुम् इच्छति न न सः जलं पातुम् इच्छति इति नास्ति सः अहं जलं पिबामि अतः सः केवलं जलं पीतवान् एतव एव जानाति अतः पेयम् इत्युक्ते किमपि किमिति न जानामि न न पेयम् इत्युक्ते किमिति जानामि तद् जानामि यतोहि जलं पिबामि सोरि सोरि अतः पेयम् इति नाम किम् इति अहं जानामि परन्तु श्वेतवर्णम् इत्युक्तं सः ते तस्य कृते वर्णस्य ज्ञानं नास्ति खलु सः अन्धः अतः सः श्वेतवर्णं नाम किम् इति न जानाति तत् किम् अस्ति पङ्गुः यत् हंसपिच्छस्य सदृशम् हंसपक्षी अस्ति तस्य सदृशं पिच्छस्य तस्य पिच्छस्य सदृशम् अस्ति तादृशम् अस्ति अन्धः मम शिरस्त्राणे पिच्छानि सन्ति तत्स्पर्शेन अहं जानामि यत् पिच्छं नाम किमिति तस्य शिरस्त्राणे पिच्छानि सन्ति शिरस्त्राणि नाम शिरस्य उपरि यद् धारयति नाम तत्र यथा तत्र श्रीकृष्णस्य शिरस्त्राणे तत्र पिच्छ मयूरस्य पिच्छमस्ति मयूरपिच्छमस्ति तत्स्पर्शेन अहं जानामि अहं स्पर्शं कर्तुं शक्नोमि अतः तत्स्पर्शेन अहं जानामि यत् पिच्छं नाम किमिति तदस्ति हंस इत्युक्तं किन्तु हंस नाम किं पङ्गुः हंस नाम कश्चन पक्षी यस्य ग्रीवा वक्रा वर्तते ग्रीवा इत्युक्ते नेक हयग्रीवः इति अस्ति खलु हयग्रीवः ग्रीवा वक्रा वर्तते तस्य ग्रीवा वक्रा अस्ति अन्धः प्रातःकाले अहं पक्षिणां पूजनं शृणोमि ग्रीवा तु ममापि अस्ति तत्र किं नाम वक्रत्वम् सः वदति सः पङ्गुः वदति अन्धः वदति प्रातःकाले अहं पक्षिणां पूजनं शृणोमि अहं श्रोतुं शक्नोमि अतः अहं पक्षिणां पूजनं शृणोमि अतः तत्र किं वक्तुम् इच्छति पूर्वं पङ्गुः उक्तवान् हंसः नाम कश्चन पक्षी यस्य ग्रीवा वक्रा वर्तते तर्हि अन्धः वदति पक्षी इति किम् इति जानामि यतोहि तेषां पूजनं पूजनं शृणोमि ग्रीवा तु ममापि अस्ति सः हस्तस्पर्शेन ज्ञातुं शक्नोति ग्रीवा किमस्ति तत्र किं नाम वक्रत्वं वक्रत्वं किमस्ति तदा पङ्गुः किञ्चित् विचारं कृत्वा अन्धस्य हस्तं गृहीत्वा तं वक्रीकृत्य तस्यैव द्वितीयेन हस्तेन वक्रहस्तं स्पर्शयन् अवोचत् एतत् अस्ति वक्रत्वम् इति तत्र वक्रीकृत्य च्वीरूपमस्ति कृत्वा गृहीत्वा त्वान्त तदा पङ्गुः किञ्चित् क्षणमपि विचारं करोति अन्धस्य हस्तं स्वहस्ते गृह्णाति तं वक्रीकृत्य वक्रं करोति वा वक्रं करोति वक्रं करोति तस्यैव तस्य एव द्वितीयेन हस्तेन वक्रहस्तं स्पर्शयन् स्पर्शयन् शत्रु अस्ति सत्यं स्पर्शयति तत्र णिच् अस्ति तदनन्तरं अनन्तरं शत्रु शत्रु अवोचत् अवदत् एतत् अस्ति वक्रत्वम् तदा अन्ध आनन्देन वक्रहस्तं स्पृशन् उक्तवान् इदानीम् अहं जानामि दुग्धं नाम एतादृशम् इति इति एव अस्ति खलु तत्र नाम अस्माकं जीवने अपि तत्र वयं एतादृशेन चिन्तनेन एव वयमपि चिन्त्यमाम् आम् एतत् सर्वम् अवगच्छामि इति खलु एतस्य अस्तु एतत् पदमस्ति सत्यं सत्यम् एतत् पदम् एतेन रूपेण जानामि एतेन रूपेण जानामि अस्तु अस्तु अहम् अवगच्छामि तथैव तत्र बहुवारं तत्र उच्यते खलु तत्र नाम वेदान्तपाठे अथवा एतत् सर्वं केवलं तत्र पदेन वयं चिन्तयामः आमाम् इदानीम् अवगच्छामः तत्र आत्मा नाम किम् एतद् खलु एतदेव रिलेटिविटि थियरि वा महोदय न भगिनि नास्ति भगिनि नास्ति भगिनि किमर्थम् एतत् कथां श्रावयति इति मम सन्देहः हा तत्र शोभा भगिनी उक्तवती वदति वा भगिनी पुनः आं महोदय तत्र तस्य उद्देशः न साधितः इति भासते यतोहि तत्र इत्युक्ते सः किम् एतत् वक्तुम् इच्छति वा अहं कोऽपि प्रयोजनमेव नास्ति मम बोधने भवत्याः इति वदति इति भासते कथायाः तात्पर्यम् एतत् अस्ति यत् तत्पठनीयं तत्र तत्र उद्देश्य अस्ति हा हा तत्र निवेदित भगिनी अन्तिमं वाक्यं कथायाः तात्पर्यं तदपि पठतु भगिनि आम् कथायाः तात्पर्यम् एतत् अस्ति यत् अन्धम् उद्दिश्य श्वेतवर्णः ज्ञापयितुं न शक्यः अतः तादृशः प्रयत्नः न करणीयः यः अन्धः अस्ति सः ज्ञातुं न शक्नोति श्वेतवर्णः नाम किम् तस्य कृते वर्णस्य ज्ञानम् अशक्यम् अतः तादृशः प्रयत्नः न करणीयः तत् साधु खलु इदम् उच्यते भगवद्गीतायां श्रीकृष्णेन न बुद्धिभेदं जनयेत् ज्ञानां कर्मसन्निनां जनयेत् अज्ञानां कर्मसङ्गीनां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् तत्र प्रायः द्रष्टव्यमस्ति तत्र किम् इति बुद्धिभेदं जनयेत् जोषयेत् सर्वकर्माणि जोषयेत् सर्वकर्म वाट् इस् जोषयेत् जोषयेत् तत्र प्रायशः टु सेटिस्फाय् वा टु सेटिस्फाय् टु मेक् सेटिस्फाय् तत्र प्रोत्साहनम् इति मन्ये तत्र न बुद्धिभेदं जनयेत् अज्ञानां तत्र कर्मसङ्गिनां ये कर्मयोगे युक्ताः सन्ति तेषु बुद्धिभेदं न जननीयं ज्ञानमार्गस्य बोधनं कृत्वा इति पूर्वं दृष्टम् आसीत् महोदय तत्र यतोहि ते कर्मयोगे निरताः सन्ति ज्ञानमार्गस्य कृते सिद्धाः न सन्ति अतः तान् ज्ञानमार्गं कोऽपि बोधयितुम् इच्छति चेत् तत्र तेषां किं भ्रमः जायते अपि च यत् श्रद्धा कर्मयोगे आसीत् तदपि अपगच्छति अतः जोषयेत् इत्युक्ते तत्र सपोर्ट् प्रोत्साहनं कुर्यात् कर्माणि सर्वकर्माणि इति विद्वान् युक्तः समाचरन् इति विद्वान् युक्तः तथा कुर्यात् इति अस्ति इति मम स्मरणे अस्ति महोदय समाचरन् सः अपि आचरयेत् तान् प्रोत्साहितुं सः अपि आचरेत् अपि च प्रोत्साहनमपि कुर्यात् यतोहि इदानीं ते सिद्धाः न सन्ति ज्ञानमार्गस्य कृते, अतः बुद्धिभेदं न जनयेत् इति. अतः तत्र यद् विद्वान् अस्ति तदापि तत्र सर्वकर्माणि जोषयेत्, नाम तत्र कुर्यात्. आम् कुर्यात् समाचरन् समाचरन् समाचरत् समाचरन् तानपि जोषयेत् समाचरन् जोषयेत्. यथा तत्र तत्र वयं तत्र महान् जनान् द्रक्ष्यामः, ते तत्र प्रतिदिनं तत्र त्रिवारं पूजां कुर्वन्ति, निष्ठया तत्र सर्वकार तत्र कार्याणि यानि सन्ति तत्र एतत् सर्वं कुर्वन्ति, यद्यपि ते तत्र तथापि ते कुर्वन्ति भक्तानां कृते अथवा शिष्याणां कृते कुर्वन्ति जनानां कृते. महोदय महोदय यहाँ अर्थ दिया है, पढ़ूं क्या? गीता प्रबोधनी में, हे भरत वंशोद्भव अर्जुन, कर्म में आसक्त हुए अज्ञानी जन जिस प्रकार कर्म करते हैं, आसक्ति रहित तत्वज्ञ महापुरुष भी लोक संग्रह करना चाहता हुआ उसी प्रकार कर्म करे. मतलब जो आसक्ति रहित है, अगर तत्वज्ञ है वो, फिर भी वो जो जिस प्रकार अज्ञानी जन मतलब क्रियाकर्म करते हैं, कर्मकांड करते हैं, उसी प्रकार वो कर्म करे. सावधान अगर वो लोक संग्रह करना चाहता है तो सावधान तत्वज्ञ महापुरुष कर्मों में आसक्ति वाले अज्ञानी मनुष्यों की बुद्धि में भ्रम उत्पन्न न करे, प्रत्युत स्वयं समस्त कर्मों को अच्छी तरह से करता हुआ उनसे भी वैसे ही करवाए. जोषयेत्, अस्तु समीचीनं भगिनी. मतलब जो लोग कर्मकांड करना कर्मकांड करना चाहते हैं उनके मन में मतलब ये भ्रम न फैलाए कि ये सही नहीं है, और अगर वो लोक संग्रह करना चाहता है तो तस्य आवश्यकता नास्ति इति, एतत् सर्वं भ्रमः मास्तु इति. समीचीनं महोदय. वदतु महोदय. कर्म सङ्गीनाम् अर्थः कः? कर्म सङ्गीनां ये कर्म कार्याणि कर्तुम् इच्छन्ति तेषु कार्येषु नितरा तत्र निरताः सन्ति, नाम दोस् हु आर् अटाच् टु कर्म, नाम डूयिङ्ग् वर्क्, कर्ममार्गे येषां तत्र भक्तिः श्रद्धा सङ्गत्वम् इति वक्तुं शक्नुमः. So it's like they're attached to the results of the work. No. Karma yoge yesham tatra shraddha asti. Tatra karma yoga asti, jnana yoga asti kalu. Ye karma yoga margam anusrutya jivanam kurvanti. तेषां मनसि भ्रमः मास्तु. नाम कोऽपि विद्वान् अस्ति, सः कर्म तस्य कृते कर्मस्य कर्मणः आवश्यकता नास्ति, किन्तु सः अपि कर्म कुर्यात्. किमर्थं? बोधयितुं, जनानां बोधयितुं, जनान् बोधयितुं तत्र कर्म आवश्यकं. तत्र यत् उक्तमस्ति तत् करणीयम्. अस्तु महोदय. जोषये, दट्स् लैक् इन्स्पायर् महोदय. सत्यं सत्यं, एन्करेज्. इवन् दो हि डस् नाट् हाव् द नेसिटि टु डू कर्म, to do the required activities like puja or things like this, he should still continue to do them well so that those who are in the marga of karma yoga, they also will follow and they will not have doubts about the necessity of doing those tasks. So he should do them well, so as to inspire them to also do that. Like, you know, doing regular puja and all these things. So only if you see that in some matha, some great people doing that, so they may not have necessity to do that, because they may have gone beyond that, but still they are required to do this, so that in the minds of ordinary people like us, doubts do not arise. धन्यवादः महोदय. समीचीनं. कर्मसङ्गिनाम् अपि स्वामीजी यूस्ट् टु से कर्मफलसङ्गिनां, बिकास् नोबडि वाण्ट्स् टु डू कर्म, एव्रिवन् वाण्ट्स् द रिसल्ट्स्. सत्यं भगिनि. हा, किन्तु अत्र केवलं तत्र कर्मसङ्गिनाम् इत्युक्ते केवलं कर्मयोगमार्गे ये सन्ति इति एव खलु. किन्तु वयं सर्वे तत्र ट्रान्स्लेट्स् कर्मफलसङ्गिनाम्. अस्तु अस्तु भगिनि, अस्तु अस्तु. हा अस्तु, हा, तदेव अस्माकं स्थितिः. तर्हि तदेव अस्ति. हा, तत्र केवलम् आन्ध्रभाषायां तत्र प्रसिद्धः कोट् अस्ति तत्र ऐन्स्टैन् महोदयस्य, तत्र प्रायशः एषा कथा अपि तत् तादृशी एव अस्ति इति मन्ये. तत्र एव्रिथिङ्ग् शुड् बि मेड् अस् सिम्पल् अस् पासिबल् बट् नाट् सिम्प्लर्. ओके, सो दे शुड् आल्सो पुट् इन् सम् एफर्ट् टु नो दट् अण्डर्स्टाण्ड् दट् इति अस्ति भगिनि. यु केन् शुड् मेक् इट् सिम्पल् बट् डोण्ट् मेक् इट् सो सिम्पल् दट् दे जस्ट् ब्लैण्ड्लि फालो इट्. दे हाव् टु अण्डर्गो आर् अण्डर्स्टाण्ड् इट् अण्ड् देन् डू दट् इति. इति तत्र एतत् कोट् तत्र ऐन्स्टैन् महोदय उक्तवान् इति अस्ति, अहं न जानामि न सः उक्तवान् न वा इति, किन्तु सर्वे वदन्ति तत्र ऐन्स्टैन् महोदय एतद् उक्तवान् नाम एव्रिथिङ्ग् शुड् बि मेड् अस् सिम्पल् अस् पासिबल् बट् नाट् सिम्प्लर् इति. अतः तत्र सः सारल्यार्थं बहु किमपि प्रयत्नं कृतवान्, किन्तु अतिसारल्यं न कर्तुं शक्तवान्. अतः तर्हि रिलेटिविटि इति अवगन्तुं तत्र अस्माकं कृते तत्र प्रयत्नम् आवश्यकम् अस्ति. हा, सरलतया न अवगन्तुं शक्नुमः. अस्तु, किन्तु अस्तु, तर्हि कथा अपि उदाहरणं समीचीनमेव अस्ति खलु. नाम तत्र श्वेतवर्ण नाम किम् इत्युक्ते तत्र हस्तपक्षी यस्य ग्रीवा वक्रा वर्तते इति. परन्तु तदपि हंसपक्षी इति तदेव पङ्गुः अन्धानां कृते हस्तेन दर्शितवान्, परन्तु तस्य वर्णः श्वेतवर्णः इति न ज्ञातुं शक्नुमः अन्धः तद् नास्ति. सत्यं भगिनि, हा सत्यं भगिनि, हा. किन्तु तत्र किमस्ति, तत्र विवरणे यद्यत् पश्यतु, तत्र विवरणे तत्र तत्र संवादे किम् अभवत्, तत्र पङ्गुः वाक्येन विवरणं करोति. वाक्ये ये पदानि, यानि पदानि सन्ति, तेषां पदानाम् अर्थः तत्र एतानि पदानि जानामि न वा इति एव तत्र अन्धः चिन्तितवान् खलु. तर्हि तत्र प्रथमस्तरे विवरणे यानि पदानि आसन् तत्र, अस्तु एतत् पदम् अहं न जानामि, पुनः विवरणं, नूतनपदं न जानामि, नूतनपदं न जानामि, न जानामि इति कृत्वा अन्ते सः सर्वाणि पदानि जानाति, अवगच्छति इदानीम्. अतः चिन्तनम् अस्ति, अस्तु इदानीं यत् पूर्वं पूर्वम् आसीत् तद् अवगच्छामि इति. महोदय, किन्तु ऐसे भी होता है ना कि कुछ चीजें हमारे बुद्धि के परे ही रहती है, मतलब मेरी गति उतनी मतलब नहीं रहती है, मैं आगे नहीं जा सकती हूँ. जैसे भी कोई साइंस साइंस में किसी को गति नहीं है तो नेचुरली वो समझ नहीं पाएगा ना कुछ चीजें। तो अभी हरेक की रुचि साहित्य में नहीं होती, हरेक की रुचि जहाँ हमारी गति है वही हमें चीजें समझ सकती है, जहाँ गति ही नहीं बुद्धि की तो वहाँ हम कैसे जा पाएंगे। गति ही अपि अस्ति भगिनी, अपि भूमिका अपि आवश्यकी अस्ति खलु, बैकग्राउंड इति। तर्हि तत्र भूमिका आवश्यकं, तत्र तस्य आवश्यकता अस्ति इति कृत्वा तत्र तस्मिन् विषये वयम् अस्माकं तत्र प्रयत्नम् अपेक्षितं नाम तत्र इदानीं तत्र अहं चिन्तयामि अस्तु पाणिनेः सूत्राणां ज्ञानं मम नास्ति, तर्हि प्रयत्नं करणीयं, तदा एव तत्र वर्षद्वये तत्र तेषाम् अवगमनं किञ्चित् मम मनसि आयाति इति खलु। केवलं यदि अहं वदामि अस्तु अस्तु सूत्राणाम् अवगमनं नास्ति नास्ति नास्ति किमपि न भवति, हा किन्तु प्रयत्नं करणीयं तत्र। किन्तु अस्मिन् सन्दर्भे तत्र अन्धस्य विषये तत्र किं वक्तुं शक्नुमः एतत्तु न जानामि खलु, तत्र तत्र न भवति एव। अन्धः बै बर्त् अस्ति वा, या यदि बै बर्त् अस्ति नास्ति चेत् प्राबब्लि शायद् हि मस्ट् हव् सीन् द वैट् कलर्, हि नो वाट् वैट् कलर् इस्, but if he has become blind, if he is from birth he is blind, he doesn't know what is white color, so it is very hard to explain white color to him. Colors it is difficult to explain, even though you explain the pakshi, but explain the color is difficult. He doesn't know what the color is, red or blue or yellow, he doesn't know. So that's why I was a little confused with this story, I don't know. Anyway, अन्यरीत्या अपि वक्तुं शक्नुमः नाम तत्र प्रत्येकमनुष्यस्य अनुभवः भिन्नः, अनुभवेन एव ज्ञानं जायते, तत्र अनुभवः नास्ति खलु, तत्र वेदवर्णस्य अनुभवः न भवति अतः तत्र तस्य ज्ञानं न उदेति इति खलु। नाम तत्र अनुभवः भिन्नः, तत्र यत् पुस्तके पठामः तेन यद् ज्ञानं जायते तद् भिन्नमस्ति, अनुभवेन यद् ज्ञानं जायते तद् भिन्नमस्ति खलु। तत्र तत्र तस्य अनुभवः नास्ति तत्र श्वेतवर्णस्य, तत् ज्ञानं तत्र पुस्तकस्य पठनेन वा अन्येनापि तत्र न लभ्यते ज्ञानम् इति। अस्तु, किन्तु बहु समीचीनम् अस्ति, उदाहरणमपि समीचीनम् अस्ति अपि तत्र आइन्स्टैन् महोदयस्य अपि तत्र विवरणं समीचीनम् अस्ति। अस्तु, तर्हि तत्र किं कुर्मः, तत्र प्रायशः अद्य अत्र एव विरमाम, अग्रिमे तत्र वर्गे तत्र विसर्गसन्धेः उदाहरणानि एतत् सर्वं परिशीलयामः अग्रिमे वर्गे अपि। तत्र एकं तत्र एकं नाम अग्रिमे सप्ताहे तत्र अमेरिकादेशे तत्र अस्मिन् समये तत्र ग्रहणम् अस्ति, तत्र मङ्गलवासरे सायङ्काले तत्र ग्रहणम् अस्ति इति कृत्वा तत्र प्रायशः तत्र वर्गः न भवति इति। तत्र सेप्टेम्बर् 18th, किन्तु तत्र बिगिन् सेप्टेम्बर् सेप्टेम्बर् 17th 8:41 PM पार्शियल् लूनर् एक्लिप्स्। तर्हि वर्गस्य समये एव तत्र ग्रहणमस्ति, घण्टाद्वयं भवति, तर्हि तत्र घण्टाद्वयं न तत्र न अधिकम् एव अस्ति, चत्वारि घण्टाः। तर्हि तत्र वर्गः अग्रिमे सप्ताहे न भवति, किन्तु तस्य अनन्तरं तत्र तत्र अवधिः मास्तु, तत्र सम्यक् रूपेण तत्र वर्गः भवति, तर्हि केवलम् अग्रिमे सप्ताहे वर्गः नास्ति। अस्तु, तर्हि तत्र शान्तिमन्त्रम् उक्त्वा विरमामः, तर्हि तत्र सुजाता भगिनी वदति वा? आं महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. गुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः भगिनी. धन्यवादः. धन्यवादः.